अस्तु, तर्हि गतकक्षायां तत्र कारणस्य भिन्नरीत्या तस्य विभागः कथं भवति इति किञ्चित् चिन्तनम् अभवत् इति मन्ये, विद्यमानस्य सतः कारणता अपि च ज्ञायमानस्य सतः कारणता इति यावत्. तत्र लक्ष्मीभगिनी भवती किञ्चित् वक्तुं शक्नोति वा विद्यमानस्य सतः कारणता इति इत्यस्मिन् विषये किञ्चित् संक्षिप्तरूपेण कथं तद्भवति इति? आं भगिनि, क्षम्यतां भगिनि, इदानीमहं सिद्धा अस्मि. अस्तु, विद्यमानस्य ततः कारणता इत्युक्ते पूर्वं कारणतायाः विभागः स्वरूपयोग्यत्वं परो उपहितत्वम् इति अस्ति इति, अन्य विभागः अस्ति विद्यमानस्य ततः कारणता, न्यायमानस्य ततः कारणता. विद्यमानस्य ततः कारणता अस्मिन् पक्षे कार्यम् अस्ति, कार्यमस्ति, कार्यस्य कारणमपि अस्ति. यदि वयं जानीमः वा न वा जानीमः, कारणम् अस्ति एव. उदाहरणत्वेन घटः भूतले अस्ति, घटभूतलयोः मध्ये आधारभावः अस्ति. यदि वयं जानीमः तयोः मध्ये आधारः आदेयभावः अस्ति न वा न वा आदेयः भूतले तिष्ठति, भूतले तिष्ठति भू आधाराधेयभावकारणेन, तद् एकम् उदाहरणम्. अन्य उदाहरणमस्ति अत्र पुस्तके अस्ति, यत्र प्रकृत्यां वृष्टिः कृते एका प्रक्रिया अस्ति. अस्यां प्रक्रियायां प्रथमं सूर्यस्य आस्वतनं, जले संयोगः भवति, अनन्तरं मेघस्य उत्पत्तिः, मेघः आकाशच्छादनम् इति, अनन्तरं वृष्टिः इति वृष्टिः भूमौ पतति. अत्रापि अस्माकं ज्ञानं न अपेक्षितः एव, केवलम् ईश्वरस्य ज्ञानम् इति साधारणकारणतः एव अपेक्षितम्, अस्माकं ज्ञानम् अपेक्षितं नास्ति. स अतः विद्यमानस्य ततः कारणतः इत्युक्ते यत्र कार्यस्य कारणम् अस्माकं ज्ञानम् अपेक्षं विना कार्यं भवति एव इति वक्तुं शक्नुमः. केवलं तत्र ईश्वरज्ञानमेव तत्र अपेक्षितं, यत्तु साधारणकारणमस्ति. सत्यं भगिनि, सम्यक्. इत्युक्ते यदा अस्माकं ज्ञानं तत्र अस्ति वा न वा, तत् कारणं तु अस्ति एव, कार्यं तु भवति एव इति विद्यमानस्य स्वतः कारणता. तत्र तादृशकारणता अस्ति चेत् विद्यमानस्य स्वतः कारणता इति वदामः. बहु सम्यक्. सरला भगिनी, भवती किञ्चित् ज्ञायमानस्य स्वतः कारणता इत्यस्मिन् विषये वक्तुं शक्नोति वा? अस्तु, ज्ञायमानस्य कारणता इत्युक्ते यद् ज्ञायते तस्य कारणता. विद्यमानस्य कार्यता कारणता तस्मिन् यथा वयं भवती उक्तवती, कारणता वर्तते किन्तु तस्य ज्ञानम् अस्माकं प्रति अस्ति वा नास्ति तस्य कोऽपि बाधा नास्ति. किन्तु ज्ञायमानस्य कारणता तत् यदि अस्माकं प्रति ज्ञानम् अस्ति तदी तत् कारणता भवति. उदाहरणम् अस्ति, वहिनी धूम यदि अनुमान अनुमान प्रसङ्गे यदि धूम पश्यामः तस्य धूम दृष्ट्वा तदनन्तरम् अन्यसम्बन्धः अस्माकं मनसि आगच्छति, व्याप्तिसम्बन्ध तयो प्रत्यक्षं ज्ञानं तदनन्तरं भवति व्याप्तिसम्बन्धज्ञानं। तस् व्याप्तिसम्बन्धज्ञानं कथं भवति? कारणकि अस्माकं मनसि संस्कारं पूर्वम् अस्ति, वह्नी व्याप्त यत्र यत्र धूम तत्र तत्र वह्नी इति ज्ञानं अस्माकं मनसि आगच्छति, तो व्याप्तिसम्बन्ध द्वितीय ज्ञानम् आगच्छति अस्माकं मनसि, तत् कारणमस्ति ज्ञानम्। तदनन्तरम् अन्य परमार्शज्ञानं भवति, वह्नी व्याप्त धूमवान् वह्नी व्याप्त धूमवान् पर्वतं। तदनन्तरं चतुर्थ पादम् आगच्छति अनुमानप्रत्यये, अनुमानस्य वह्नीमान् पर्वतम् इति अनुमान प्रति ज्ञानस्य व्याप्तिज्ञानस्य कारणता आवश्यकी अस्ति। तदनन्तरं द्वितीय भगिनी तत्र वस्तुतः परमार्श ज्ञानं प्रति एव व्याप्तिज्ञानं भवति खलु, इत्युक्ते व्याप्तिज्ञानम् अस्ति चेदेव परमार्शज्ञानं भवति, तदनन्तरमेव अनुमितिः अनुमिति। परन्तु महोदय उक्तवान् प्रत्यक्ष द्वितीय यदि सोपानम् अस्ति व्याप्तिज्ञानं तस्य कारणम् अस्ति, अथवा सुलक्षरे दत्तमस्ति तयो अस्ति कश्चित् सम्बन्धः व्याप्त आख्यं, सो व्याप्तनाम्ना ज्ञानम् अति आवश्यकम्। सत्यं निश्चयम् आवश्यकं, परन्तु तत्र व्याप्तिज्ञानेन परामर्शज्ञानम् इति ज्ञानं भवति, आम् अस्तु न तु अनुमानज्ञानम्, न न परामर्श तदनन्तरम् अनुमानम् आगच्छति। चतुर्थपादम् अस्तु। द्वितीय उदाहरणमस्ति हस्तिपक यदि कस् उद्याने हस्तिसंयुक्त हस्तिपक दृष्टं, तदनन्तरम् अन्यस्मिन् दिने केवलं हस्तिपक वयं पश्यामः किन्तु हस्ति नास्ति, हस्तिपक दृष्ट्वा अस्माकं मनसि हस्तिनस्य ज्ञानम् आगच्छति, तो हस्तिपक दृष्ट्वा हस्ति तो हस्तिपकसंयोगः हस्तिन सह अस्माकं मनसि अस्ति, तदनन्तरं केवलं हस्तिपक दृष्ट्वा हस्तिनस्य हस्तिनः ज्ञानं मनसि आगच्छति। तृतीय उदाहरणमस्ति शब्द शब्दबोधकं, तथैव यदि वयं ध्वनि शृणुमः शब्दस्य ध्वनि शृणुमः तस्य केवलं श्रवणं नास्ति किन्तु तस्मिन् अस्ति अर्थयोग्यता, अर्थयोग्यता भवति यदि ईश्वरयुक्त इच्छा तस्मिन् अस्ति, ईश्वरयुक्त इच्छा अर्थं यदि तत् पदम् ईश्वर इच्छाया विषयक अस्ति तत् तथै तदनन्तरं शब्दबोधक मनसि भवति। यदा उदाहरणमस्ति कोऽपि नूतनभाषा भवति यदा स्पेनिश् इटालियन् इति, वयं कोऽपि अक्षरं वदामः बोनस् डियस् फिडो, वयं न जानीमः तस्य अर्थं, तस्य कोऽपि अर्थं मनसि न आगच्छति किन्तु तस्य अर्थयुक्त अस्ति तत् पदं, कोऽपि यदि जानाति तत् भाषा तस्मिन् मनसि तस्य अर्थं शब्दबोधकं भवति, तत् यत् पदं ईश्वर इच्छा शक्तियुक्त अस्ति तत् पदस्य अर्थमपि भवति, शब्दबोधकं भवति इति भवति ज्ञानमय कारणता, ज्ञानमय कारणता। तु त्रीणि उदाहरणानि अस्ति यत् वयं एते विद्यमानं शब्दं विद्यमानम् अस्ति, किन्तु यदि तस्य ज्ञानं मनसि नास्ति, तस्य अर्थबोधकतं नास्ति, तस्य ज्ञानं न भवति. हस्ति पकद्रष्टं, हस्तिन सह दृष्ट्वा केवलं हस्तिपक वयं पश्यामः, तदनन्तरं हस्तिनः ज्ञानम् आगच्छति. धूम दृष्ट्वा वहिनी व्याप्तिज्ञानम् आगच्छति. सो तत् भवति ज्ञानमयकारणता. बहु सम्यक् भगिनि. तर्हि आहत्य तत्र कार्यकारण भावः इत्यस्मिन् प्रसङ्गे वयं समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति एकविधभागः दृष्टवन्तः. तदनन्तरं साधारणकारणम् असाधारणकारणम् इति द्वितीयविध विभागः. तदनन्तरं फलोपहितत्वं स्वरूपयोग्यत्वम् इति तृतीयविधः. अन्ततो गत्वा विद्यमानस्य सतः कारणता, ज्ञानमानस्य सतः कारणता इति चतुर्थ विभागः अपि दृष्टवतः. अपि च ज्ञानमानस्य सतः कारणता इत्यत्र तस्य वैज्ञानिककारणता इति अपि अपरनाम अस्ति इति अपि दृष्टवन्तः. अस्तु, तर्हि एतावत्पर्यन्तं प्रश्नः अस्ति वा किं तत्र प्रश्नः अथवा संशयः अस्ति चेत् किञ्चित् चर्चयित्वा नो चेत् अग्रे गन्तुं शक्नुमः. आं भगिनि, तत्र प्रायः एषः प्रश्नः मया गतसप्ताहे अपि उत्थापितः, इदानीम् उत्तरं सर्वं प्राप्तम् इति अहं न स्मरामि. यदि पुनः पुनरुक्तिः अस्ति तर्हि क्षम्यताम्. परन्तु अत्र साधारणकारणानि जानीमः, तत्र असाधारणकारणम् इति यत्र अस्ति तस्मिन्नेव समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति अन्तर्भवति वा? इत्युक्ते साधारणकारणम् असाधारणकारणम् अनन्तरम् असाधारणकारणस्य तत्र विभजनं यदा कुर्मः विभागः, तत्र ते त्रयः एतानि त्रीणि भवन्ति इति वा? इत्येवं ममापि ऊहा भगिनी, यतोहि तत्र साधारणकारणेषु यत् समवायिकारणं भवति तत्तु न अन्तर्भवति, परन्तु साधारणकारणानि निमित्तकारणानि भवितुम् अर्हन्ति खलु. तर्हि इति कृत्वा दृढतया वक्तुं न शक्नोमि. महोदयं पृष्ट्वा वदामि भगिनि. तत्र ममापि किञ्चित् तद् स एव प्रश्नः फलोपहितत्वं स्वरूपयोग्यत्वं मध्ये अपि अस्ति मम. यतोहि तत्रापि साधारणकारणं तत्र फलोपहितत्वम् अथवा स्वरूपयोग्यत्वम् इति भवितुं न अर्हति खलु. तत्रापि अस्ति मम. तर्हि प्रायः महोदयं पृष्ट्वा वदामि. अस्तु, सम्यक्. तर्हि अग्रे सरेम. अपि च मध्ये रामप्रिया भगिनी आगतवती खलु? आम् आं भगिनि, नमस्कारः. नमस्कारः, सम्यक्. तर्हि भगिनी भवती एव पठति वा आरम्भं करोति वा हृदे जले इत्यस्मात्? आं भगिनि. हृदे जले तत् स्यन्दनाय च छिद्रे सत्यपि जलं कुतो न वहति. कारणत्वप्रसङ्गात् प्रतिबन्धकत्वपदार्थः निरूप्यते. निखिलकारणसमुदायः सामग्री इति निरूपितम् एव. तादृशसामग्रीसत्त्वे अपि यस्मिन् पदार्थे सति कार्यं न उत्पद्यते सः पदार्थः प्रतिबन्धकः इति उच्यते. गृहादौ जलव्यवस्थायै कृत्रिमस्य हृदस्य निर्माणं क्रियते. इष्टकादिप्रयोगेण तन्निर्माणे कृते तच्छोदनाय अधोभागे एकं छिद्रं स्थापयन्ति. अत्र हृदे जले तत् स्यन्दनाय च छिद्रे सत्यपि जलं कुतो न वहति इति प्रश्नः. यदा हृदे इत्युक्ते तटाकं, तटाके जलः अस्ति चेदपि तद् तस्य श्रवणाय यत्र छिद्रं अस्ति चेदपि तद् किमर्थं न वहति, जलं किमर्थं न वहति इति प्रश्नः. तस्य प्रश्नस्य उत्तरमस्ति अत्र. कारणत्वप्रसङ्गात् प्रतिबन्धकत्वपदार्थः निरूप्यते. अत्र कारणत्वम् इति यत् प्रसङ्गं वयम् इदानीं स्मः तस्मिन् अत्र अग्रिमम् अस्ति प्रतिबन्धकत्वम् इति तस्य पदार्थस्य निरूपणम् अत्र अस्ति. निखिलकारणसमुदायः सामग्री इति निरूपितम् एव. वयं पूर्वमेव दृष्टवन्तः यदा यत्किमपि कार्यस्य कृते यत् यत्किमपि पदार्थः यानि क्षम्यतां यः पदार्थाः आवश्यकं ते सर्वे सामग्री इति तस्य नामकरणम् अस्ति इति वयं पूर्वमपि दृष्टवन्तः. तादृशसामग्रीसत्त्वे अपि यस्मिन् पदार्थे सति कार्यं न उत्पद्यते सः पदार्थः प्रतिबन्धकः. अस्तु, यत् सामग्री अस्ति चेदपि पदार्थः यस्मिन् पदार्थे सति कार्यं न यद् सामग्री आवश्यकं पदार्थस्य उत्पादनार्थं तत् सामग्री अस्ति चेदपि कार्यं न उत्पद्यते तत् तत् पदार्थस्य नामकरणमस्ति प्रतिबन्धकः इति तस्य नामकरणम् अस्ति. तस्य एव उदाहरणरूपेण दत्तमस्ति. यदा वयं गृहादौ जलव्यवस्थाय कृत्रिमस्य हृदयस्य निर्माणं क्रियते, जलार्थं वयं यदा किमपि हृदयं निर्माणं कुर्मः चेत् कृत्रिमः इत्युक्ते किं भगिनि? कृत्रिमः तत्र ह्रदः भगिनि, तत्र ह्रदः कृत्रिमः इत्युक्ते यत् आर्टिफिशियल् नास्ति. क्षम्यतां भगिनि, प्राकृतिक नास्ति. ओ अस्तु अस्तु अस्तु, तस्य निर्माणम् ओ निर्माणं भवति. अपि च अत्र सामग्री इत्युक्ते कार्यस्य कृते यानि यानि कारणानि आवश्यकानि तानि सर्वाणि मिलित्वा सामग्री इति उच्यते. तर्हि तत्र पदार्थः एव परन्तु इतोपि किञ्चित् विशिष्टपदार्थः इत्युक्ते कारणीभूतपदार्थः. तर्हि भगिनि कृत्रिमस्य हृदस्य इत्युक्ते टाङ्क् वा इति वक्तुं शक्नुमः वा? किमपि इत्युक्ते तत्र किमपि सरोवरः अथवा किमपि तादृशं टाङ्क् वा यत्किमपि तस्य निर्माणं भवति चेत् यस्मिन् जलम् अस्ति अपि च तत्तु प्राकृतिकं नास्ति खलु, इत्युक्ते कोऽपि केनापि कृतम् इति एव. अस्तु, तत्र इष्टकादिप्रयोगेन तन्निर्माणे कृते तत् शोधनाय अधोभागम् एकं चित्रं स्थापयन्ति. इष्टकः इत्युक्ते काष्ठं, इष्टक इत्युक्ते ब्रिक्स्. ओ अस्तु, तत् निर्माणम् अस्तु, तस्य प्रयोगेण निर्माणं तस्य हृदस्य निर्माणं कृत्वा तत् शोधनाय, शोधनम् इत्युक्ते स्वच्छीकरणं वा शुद्धं करणं, शुद्धीकरणाय अधोभागे एकं छिद्रमेव, छिद्रम् इत्युक्ते होल्, तत् स्थापयन्ति जलस्रावणाय, तद् स्थापयन्ति. ओ अस्तु अस्तु, इत्युक्ते तत्र अधोभागे एकं छिद्रम् अस्ति हृदस्य अधोभागे, परन्तु तत्र यद्यपि छिद्रम् अस्ति परन्तु जलं तु तस्मात् न वहति खलु, तस्य श्रवणं न भवति. किमर्थं तथा जलं न बहिः गच्छति, हृदे एव तिष्ठति इति एव इदानीं प्रश्नः. तत्रैव प्रतिबन्धकः इति विषयः अपि आयास्यति. तर्हि अग्रे राजेन्द्रमहोदय, भवान् पठितुं शक्नोति वा? आम् भगिनि. स च हृदः जलपूर्णः अस्ति, तद् अधोभागे पूर्वोक्तं छिद्रम् अपि वर्तते. छिद्र बहिर्भागे निम्नदेशो अपि अस्ति येन जलस्य बहिरागमनं सुकरम्. एवं च ऊर्ध्वदेश स्थितः हृदः तत्र जलं तस्य बहिर्निर्गमाय छिद्रम् इयं जलसिन्धन सामग्री संवहिता चेदपि न जलं वहति। इदानीं यथा भगिनी पठितवती यः हृदः निर्मितः तत् हृदये तत् जलपूर्णः अस्ति सः हृदः अधोभागे तत्र छिद्रमपि अस्ति शोधनाय जलशोधनाय तत्र छिद्रमपि अस्ति। छिद्रबहिर्भागे निमन्देषु अपि यत्र छिद्रः अस्ति हृदये तत्र निमन्देषु अपि अस्ति। निमन्देषु इत्युक्ते लो लेवल्, न जानामि पर्यायवाचि शब्दः कः भवति। हा, निम्नदेशः इत्युक्ते अधोभागः अस्ति। येन जलस्य बहिर् आगमनं सुकरं, तत् छिद्र भवति तत्कारणात् तत् जलस्य बहिरागमनं भवितुम् अर्हति। एवं च ऊर्ध्वदेशस्थितः हृदः, हृदः तु ऊर्ध्व उपरि देशे अस्ति स्थितः अस्ति, तत्र जलमपि अस्ति, तस्य बहिर्निर्गमाय छिद्रम् इयं जलसिन्धनसामग्री संवहिता चेदपि न जलं वहति। अत्र ऊर्ध्वदेशे हृदः अस्ति, तत्र जलमपि अस्ति, तस्य निमन्देशे तत्र छिद्रमपि अस्ति निमन्देशे, परन्तु यद्यपि सर्वव्यवस्था अस्ति, परन्तु तथापि तत्र जलसिन्धनं न भवति, ततः हृदयतः जलं न वहति, बहिः जलं न वहति। सत्यम्। अत्र निम्नदेशे छिद्रं नास्ति, छिद्रं तु हृदये अस्ति, यस्य निर्माणम् अभवत् तस्मिन् अस्ति, तस्य बहिः निम्नदेशः अस्ति इत्युक्ते येन जलं जलप्रवाहं भवितुम् अर्हति खलु, तादृशस्थितिः अस्ति चेत् अपि तत्र जलश्रवणं न भवति, किमर्थं तथा इति इदानीं प्रश्नः। संध्या भगिनी भवती अग्रे पठति वा? आं भगिनि। कुतः छिद्रे वस्त्रादिवेष्टितकाष्ठविशेषः स्थापितोऽस्ति? आदौ एतत् सम्पूर्णं पठामि वा इदानीमेव खण्डशः पठित्वा वदामि? एकवारं सम्पूर्णं पठतु भगिनी, तदनन्तरं खण्डशः पठित्वा वक्तुं शक्नोति। अयमेव च शास्त्रे विरोधी प्रतिबन्धकः वा इत्युच्यते यस्मिन् सति कार्यं नोत्पद्यते, तदभावे सति भवेदेव कार्यमिति अस्य प्रतिबन्धकस्य अभावमपि नैयायिकाः सामग्र्याम् अन्तर्भावयन्ति। एवञ्च जलं छिद्रम् ऊर्ध्वस्थितिः इमानि यथा कारणानि, तथैव वस्त्रवेष्टितकाष्ठाभावोऽपि जलस्रावं प्रति कारणम्। अयमेव प्रतिबन्धकाभावः इत्युच्यते, सति च काष्ठे काष्ठाभावः नास्ति इति सामग्र्याभावात् न जलस्रावः। काष्ठाभावस्य जलस्रावं प्रति कारणत्वे सिद्धे काष्ठस्य प्रतिबन्धकत्वम् अपि सुवचम्, तदेव च कारणीभूताभावप्रतियोगित्वम् इत्युच्यते। प्रकृते जलस्रावं प्रति कारणीभूताभावः काष्ठविशेषाभावः, तत्प्रतियोगिकाष्ठं प्रतियोगित्वं काष्ठे वर्तते इति तस्य प्रतिबन्धकत्वम् उपपन्नम्। तर्हि यथा पूर्वस्मिन् परिच्छेदे दृष्टवन्तः, तत्र सर्वम् अस्ति इति, सर्वा सामग्री अस्ति इति दृश्यते, परन्तु तथापि जलस्रावः न भवति, किमर्थम् इति प्रश्ने कृते तत् उत्तरमस्ति, छिद्रे तत्र काष्ठविशेषः एकः स्थापितः अस्ति। कः काष्ठविशेषः इत्युक्ते तादृशं काष्ठं यस्य परितः वस्त्रं तत्र वलयितमस्ति वा आवृतमस्ति, तर्हि वस्त्रावृतं काष्ठं तत्र स्थापितमस्ति छिद्रे। तर्हि इदानीं सः काष्ठविशेषः इदानीं विरोधी प्रतिबन्धकः इति अभवत् जलस्रावं प्रति. तर्हि विरोधी प्रतिबन्धकः वा अस्ति चेत् कार्यं न भवति. कार्यमत्र जलस्रावः, प्रतिबन्धकः अस्ति काष्ठविशेषः वा काष्ठं. तर्हि तदस्ति इति कृत्वा, प्रतिबन्धकः अस्ति इति कृत्वा कार्यं जलस्रावः न भवति. तदभावे सति भवेदेव कार्यं. तर्हि तदभावः इत्युक्ते इदानीं काष्ठस्य अभावः. यदि काष्ठं नास्ति तर्हि कार्यं जलस्रावः भवेत् एव. अतः प्रतिबन्धकस्य अभावः अपि तत्र सामग्र्याम् आवश्यकः इति नैयायिकाः वदन्ति. तर्हि सामग्र्याम् इदानीं जलस्रावः इति वयं यदि ह्रदः जलम् इत्यादिकम् उदाहरणं स्वीकुर्मः, तत्र जलं ह्रदः अस्ति, जलपूर्णः अस्ति, तत्र छिद्रः अस्ति, अनन्तरं छिद्रात् बहिः तत्र अधोभागः अपि अस्ति. तथापि तत्र इदानीं तत्र सामग्री तु सम्पूर्णा नास्ति, यतोहि कार्यं नास्ति. किमर्थम् इत्युक्ते तत्र काष्ठाभावः, प्रतिबन्धकस्य अभावः नास्ति इति कृत्वा तत्र कार्यं न भवति. अतः कार्यं प्रति सामग्र्यां तत्र प्रतिबन्धकस्य अभावः अपि तत्र आवश्यकः इति. तदेव अग्रे अपि तथैव उक्तं, जलं छिद्रम् ऊर्ध्वस्थितिः एतादृशं सर्वम् अस्ति. तथैव तत्र काष्ठाभावः अपि कारणम् अस्ति, आवश्यकम् अस्ति. तर्हि एतस्य नाम प्रतिबन्धकाभावः इति, यत् सामग्र्याम् आवश्यकं सति च काष्ठे काष्ठाभावः नास्ति इति सामग्र्याभावात् न जलस्रावः. तर्हि यदा काष्ठं तत्र अस्ति तदा काष्ठाभावः नास्ति इति कृत्वा इदानीं सामग्री सम्पूर्णा नास्ति, सामग्र्यां काष्ठाभावः आवश्यकः, परन्तु काष्ठाभावः नास्ति, अतः जलस्रावः न भवति. काष्ठाभावस्य जलस्रावं प्रति कारणत्वे सिद्धे काष्ठस्य प्रतिबन्धकत्वमपि सुवचम्. तर्हि इदानीं काष्ठाभावः इति जलस्रावं प्रति कारणम् इति वयं दृष्टवन्तः. इदानीं तत्र सिद्धे काष्ठस्य प्रतिबन्धक, तर्हि काष्ठे प्रतिबन्धकत्वम् इदानीम् आरोपणीयं. तत्र काष्ठाभावे कारणत्वम् आगतं, काष्ठे प्रतिबन्धकत्वम् इदानीम् आवश्यकं. तर्हि कथं तद्? तदेव च कारणीभूताभावप्रतियोगित्वम् इति उच्यते. तर्हि प्रतिबन्धकत्वस्य अपरं नाम कारणीभूताभावप्रतियोगित्वं वा अभावप्रतियोगित्वम् इति तत्र अस्ति. इदानीं यदि उदाहरणं वयं पश्यामः, तत्र जलस्रावः इति कार्यं, तं प्रति कारणम् अभावः, काष्ठाभावः, काष्ठविशेषाभावः. तस्य अभावस्य प्रतियोगी अस्ति काष्ठं स्वयम्. अतः प्रतियोगित्वं काष्ठे अस्ति. अतः तत्र प्रतियोगित्वं काष्ठे अस्ति इति कृत्वा तत्र प्रतिबन्धकत्वम् अस्ति तस्मिन् इति वयं वक्तुं शक्नुमः. इति कृत्वा तत्र काष्ठे प्रतिबन्धकत्वम् आगतम्. अतः काष्ठं प्रतिबन्धकः जलस्रावं प्रति इति अत्र पुनः सिद्धम्. बहु सम्यक् भगिनि. तत्र सर्वे अवगतवन्तः वा? अस्तु, अन्तिम वाक्यद्वयं त्रयं पुनः इत्युक्ते अस्तु. लक्ष्मी भगिनी, एकक्षणम्. एवं कुर्मः, भवती एव पुनः एकवारम् आरम्भतः पठित्वा, प्रायः कण्ठशः पठित्वा वदतु. तर्हि येन सर्वेषामपि किञ्चित् अवगमनं दृढं भवति. अस्तु. कुतः छिद्रे वस्त्र छिद्रे वस्त्रादिवेष्टितकाष्ठविशेषः स्थापितो अस्ति. अयमेव भगिनी कण्ठशः पश्येम प्रतिवाक्यं. तत्र प्रथमं कुतः इत्युक्ते तत्र प्रश्नः कः अत्र इदानीम्? अस्तु, प्रश्नः किं प्रश्नः अस्ति इति चेत् पूर्वस्मिन् परिच्छेदे अस्ति एकः घटः अस्ति, सः जलपूर्णः अस्ति, तस्मिन् अधोभागे एकं छिद्रमपि अस्ति, छिद्र अपि च ह्रदः पूर्वदेशे अस्ति, जलश्रवणं बहिः ह्रदस्य बहिः निम्नदेशः अपि अस्ति, अतः जलश्रवणार्थं सुकरं जलस्रवं सुकरं भवेत् इति. तथापि जलस्यन्दनं न भवति, यद्यपि सर्वाः सामग्री सन्ति जलश्रवणार्थं जलस्यन्दनार्थं, तथापि जलश्रवणं न भवति. किमर्थम् इति अग्रे अग्रिमपरिच्छेदम् आरम्भं करोति. अत्र छिद्रे वस्त्रेण आवृतं काष्ठः अस्ति, तत् स्थापितः अस्ति, अतः सः जलस्यन्दनार्थं विरोधि, अयमेव शास्त्रे विरोधि प्रतिबन्धकः वा इत्युच्यते. यस्मिन् सति कार्यं न उत्पद्यते, जलस्यन्दनमिति कार्यं तस्य विरोधि अस्ति. वस्त्रावेष्टितकाष्ठः यः छिद्रे स्थापितमस्ति सः एव विरोधि वा प्रतिबन्धकः इति उच्यते कार्योत्पत्तिं प्रति. यदि विरोधि, क्षम्यतां भगिनि, तत्र विरोधि इत्युक्ते किम् इति स्मरति वा? विरोधि इत्युक्ते तत्र विरोधि इत्युक्ते प्रतियोगी इति चिन्तयन्ति, प्रतियोगी खलु, अभावं न विरोधी इत्युक्ते तत्र सहानवस्थानरूपः इति वयं पूर्वं दृष्टवन्तः खलु, इत्युक्ते अस्ति चेत् अन्यत् नास्ति, इत्युक्ते घटः अस्ति चेत् घटाभावः नास्ति, घटाभावः अस्ति चेत् घटः नास्ति खलु, इति एव तादृश तदेव तत्र प्रतिबन्धकः इत्युक्ते छिद्रमस्ति, छिद्रे तत्र काष्ठम् अस्ति चेत् कार्यं न भवति खलु, इत्युक्ते जलश्रवणम् इति कार्यं न भवति. काष्ठं नास्ति चेत् तत्र कार्यं भवति इति, तदेव प्रतिबन्धकः इति, इत्युक्ते यत् तद् अस्ति चेत् कार्यं न भवति, तद् नास्ति चेदेव कार्यं भवति इति प्रतिबन्धकः. तद् मनसि निधाय किञ्चित् तत्र अग्रे अभावस्य विषये पठेमः चेत् तत्र किञ्चित् किञ्चित् अवगमनं सम्यक् भवति इति मम चिन्तनं. पठतु भगिनि. अस्तु, तद् अभावे सति भवेदेव कार्यम् इति कार्यमिति, तद् अभावे सति, तदभावे सति इत्युक्ते विरोधि यः कार्यस्य विरोधी भवति तस्य अभावः, अस्मिन् प्रसङ्गे काष्ठः एव, तत् अभावे काष्ठस्य अभावेन कार्यं भवति, जलश्रवणकार्यं भवति. अस्य प्रतिबन्धकस्य अभावमपि नैयायिकाः सामग्र्याम् अन्तर्भावयन्ति. अस्तु, पूर्वं जलश्रवणार्थं प्रति सामग्री गणितवन्तः, तस्मिन् प्रतिबन्धकस्य अभावम् अपि एका सामग्री इति नायिकाः अन्तर्भावयन्ति. एवं च जलं छिद्रम् ऊर्ध्वस्थितिः इमानि यथा कारणानि, तथैव वस्त्रवेष्टितकाष्ठ अभावो अपि जलस्रावं प्रति कारणम्. अस्तु अस्तु, जलश्रवणार्थं जलपूर्णहृदम् आवश्यकं, हृदस्य अधोभागे एकं छिद्रमपि आवश्यकम्, अपि च तत् तत् हृदम् ऊर्ध्वदेशे भवेत् इति अपि च काष्ठस्य अभावः, वस्त्रावेष्टितकाष्ठस्य अभावः यत् चित्रे नास्ति तदपि जलस्रवं प्रति कारणम् इति तद् तदपि एका सामग्री. अयमेव प्रतिबन्धक अभावः इति उच्यते. यदा यदा काष्ठं काष्ठचित्रे काष्ठः न भवति तथा प्रतिबन्धक अभावः इति उच्यते. तदानीं प्रतिबन्धक अभावः इति उच्यते. इत्युक्ते काष्ठं यद्वस्त्रवेष्टितकाष्ठमिति दृष्टवन्तः तदेव अस्मिन् प्रसङ्गे प्रतिबन्धकः खलु. तर्हि तस्य अभावः एव तस्य अभावः अपि एकं कारणम् इति वयम् उक्तवन्तः. इत्युक्ते तत्र प्रतिबन्धकस्य अभावः अपि सामग्र्याम् अन्तर्भावयन्ति. सामग्री इत्युक्ते कार्यस्य कारणानि इति. तर्हि तर्हि कारणेषु प्रतिबन्धक अभावः अपि एकं कारणम् इति वयम् उक्तवन्तः. तर्हि यत् वस्त्रवेष्टितकाष्ठाभावः इति इदानीं जलस्रावं प्रति तत् कारणम् इत्युक्ते प्रतिबन्धकाभावः इति एकं कारणम् इति तेन आगतं. तर्हि तदेव प्रतिबन्धकाभावः इत्युक्ते यत् वस्त्र अस्मिन् प्रसङ्गे यत् वस्त्रवेष्टितकाष्ठाभावः इति अस्ति तदेव प्रतिबन्धकाभावः इति तस्य एव नाम अस्ति प्रतिबन्धकाभावः इति. सति च काष्ठे काष्ठाभावः नास्ति इति सामग्री अभावः न जलस्रावः. यदि काष्ठे सति काष्ठाभावः नास्ति इत्युक्ते प्रतिबन्धक अभावः नास्ति. प्रतिबन्धक अभावः नास्ति इति कृत्वा कार्यं न भवति इत्युक्ते जलस्रावः न भवति. यतोहि प्रतिबन्धक अभावः अपि एकं कारणं खलु. तर्हि इदानीं सामग्री नास्ति. यदा प्रतिबन्धक अभावः नास्ति तर्हि सामग्री अभावः अस्ति. यतोहि सामग्री नास्ति इति कृत्वा तर्हि कार्यं न भवति. तत्र काष्ठे सति इति कीदृशप्रयोगः इति वक्तुं शक्नोति वा? अत्र सति सप्तमी अस्ति इत्युक्ते न न इत्युक्ते यदा काष्ठः काष्ठमस्ति इति तत्र सति सप्तमी प्रयोगः काष्ठे सति. अस्तु भगिनि. काष्ठाभावस्य जलस्रावं प्रति कारणत्वे सिद्धे काष्ठस्य प्रतिबन्धकत्वं सुवचम्. काष्ठाभावः अपि एकं कारणं जलस्रावं प्रति काष्ठाभावः अपि एकं कारणम् इति कृत्वा काष्ठस्य काष्ठे प्रतिबन्धकत्वम् इति एकः धर्मः आगतः तथा वक्तुं शक्नुमः. सत्यम्. इत्युक्ते तत्र इदानीं काष्ठाभावस्य जलस्रावं प्रति कारणत्वे सिद्धे इत्युक्ते वयम् उक्तवन्तः प्रतिबन्धकाभावः अपि एकं कारणं कार्यं प्रति. तर्हि अत्र तु प्रतिबन्धकाभावः अस्ति काष्ठाभावः जलस्रावम् इति कार्यं. तर्हि काष्ठाभावः जलस्रावं प्रति कारणम् इति वयं तत्र इति आगतं खलु. तत्तु वयं इदानीं तत्र उक्तवन्तः इति कृत्वा इदानीं काष्ठाभावः प्रतिबन्धकाभावः इति चेत् काष्ठं तु प्रतिबन्धकः इति भवति. ओ अस्तु. काष्ठाभावः प्रतिबन्धकभावः अतः काष्ठः प्रतिबन्धकः. तर्हि कृत्वा काष्ठे प्रतिबन्धकत्वम् अस्ति. ओ अस्तु अस्तु. तदेव च कारणीभूता अभाव प्रतियोगित्वम् इति उच्यते. कारणीभूत अभावः इत्युक्ते काष्ठाभावः अपि एकं कारणं अतः कारणीभूत अभावः कारणीभूत अभावः प्रतियोगित्वम् इति उच्यते. कारणीभूत अभावप्रतियोगित्वम् इत्युक्ते तद् कारणीभूत अभावप्रतियोगित्वं प्रतिबन्धकत्वम् इत्युक्ते कारणीभूत अभावप्रतियोगित्वं खलु. इत्युक्ते इदानीं प्रतिबन्धकत्वम् इत्युक्ते किं? प्रतिबन्धकत्वम् इति काष्ठे अस्ति. इदानीं प्रतिबन्धकः इति काष्ठः काष्ठं, तर्हि अभावस्य प्रतियोगित्वं काष्ठे अस्ति खलु, यतोहि काष्ठ अभावस्य प्रतियोगी काष्ठः एव इति कृत्वा काष्ठे अभावस्य प्रतियोगित्वम् अस्ति. कीदृश अभावः? कारणीभूत अभावः, यतोहि प्रतिबन्धक अभावः इति कारणम् इति वयम् उक्तवन्तः. तर्हि प्रतिबन्धक अभावः तु कारणीभूत अभावः अस्ति. तादृशकारणीभूत अभावस्य प्रतियोगित्वं काष्ठे अस्ति, तदेव प्रतिबन्धकत्वम् इति उच्यते. काष्ठे प्रतिबन्धकत्वम् अस्ति, काष्ठः एकः प्रतिबन्धकः, अतः काष्ठे काष्ठस्य अभावः अभावः काष्ठे प्रतियोगित्वम् अस्ति काष्ठस्य अभावं प्रति. अस्मिन् प्रसङ्गे कीदृश अभावः इत्युक्ते कारणीभूत अभावः. कारणीभूत अभावः इत्युक्ते प्रतिबन्धक अभावः. प्रतिबन्धक अभावस्य प्रतियोगित्वं काष्ठे अस्ति इति वक्तुं शक्नुमः. हा सत्यम्, इत्युक्ते काष्ठे या अभावप्रतियोगित्वम् अस्ति तदेव प्रतिबन्धकत्वम् इति. अस्तु, प्रकृते जलस्रावं प्रति कारणीभूत अभावः काष्ठविशेष अभावः, तत् प्रतियोगी काष्ठं, प्रतियोगित्वं काष्ठे वर्तते इति तस्य प्रतिबन्धकत्व उपपन्नं प्रतिबन्धकत्वम् उपपन्नम्. अस्तु अस्तु, प्रकृते जलस्रावम् इति कार्यं प्रति कारणीभूत अभावः इति एकम् इति विशेष अभावः काष्ठे अस्ति. तत् न एकक्षणं भगिनि, कारणीभूत अभावः काष्ठे नास्ति खलु. कारणीभूत अभावः इत्युक्ते तत्र प्रतिबन्धक अभावः इत्युक्ते यः अभावः कारणीभूतः अस्ति सः अभावः. सः अभावः किम् इत्युक्ते काष्ठभावः, काष्ठविशेष अभावः इत्युक्ते काष्ठरूपी अभावः इति, इत्युक्ते काष्ठे काष्ठस्य अभावः एव, काष्ठाभावः एव कारणीभूत अभावः खलु. यतोहि तदेव प्रतिबन्धकाभावः. वयं पूर्वम् उक्तवन्तः तत्र प्रतिबन्धकाभावः एव कारणम् इति. तर्हि प्रतिबन्धकाभावः इति कारणमस्ति, कारणीभूतः अस्ति. तादृश अभावः अस्मिन् प्रसङ्गे तु काष्ठाभावः, यतोहि काष्ठमेव प्रतिबन्धकः इति कृत्वा काष्ठाभावः. तर्हि काष्ठाभावस्य प्रतियोगी किं? काष्ठमेव. काष्ठे प्रतियोगित्वम् अस्ति, सः यत् प्रतियोगित्वं काष्ठे अस्ति तदेव प्रतिबन्धकत्वम् इति स्वीकृतम्. भगिनि, कारणीभूत अभावप्रतियोगित्वं समानस्तरे भवति प्रतिबन्धकत्वं. हा सत्यं सत्यं, प्रतिबन्धकत्वम् इत्युक्ते कारणीभूत अभावप्रतियोगित्वम्. अस्तु, अन्यप्रश्नाः सन्ति वा? अस्तु, प्रश्नः नास्ति चेत् अग्रे सरेम. अस्तु, अग्रे रामप्रिया भगिनी भवती पठति वा? आं भगिनि, प्रतिबन्धकत्वस्य निदर्शनान्तरं तु इदं भवति. आषाढे मासि मेघैः आकुलं गगने अनुक्षणं प्रतीक्षमाणा वृष्टिः, तृणानि इन्धनानि प्राङ्गणदेशे खेलने व्यापृतान् बालान् च सुरक्षिते स्थले नेतुं व्यापृताः जनाः, तदापि तु महती समीरणे प्रवहति न भवति वृष्टिः, तत्र वायुः भवति प्रतिबन्धकः, कारणीभूतभावः वायुभावः, तत् प्रतियोगित्वं वायौ इति रीत्या सर्वत्र अभावस्य कारणत्वं ज्ञात्वा तत् प्रतियोगित्वं प्रतिबन्धकत्वं ज्ञातव्यम्। अत्र प्रतिबन्धकत्वस्य अन्यद् उदाहरणं दत्तमस्ति, तत्र प्रथमं दत्तमस्ति यदा आषाढमासे मेघैः आकुलं गगने अनुक्षणं, यदा मेघैः तत्र वृष्ट्याः कारणं भवति अनुक्षणं प्रतीक्षमाणवृष्टिः इत्युक्ते वृष्टिः भवति अनुक्षणम् इति वयं तस्य प्रतीक्षां कुर्मः तस्मिन् समये यदा वृष्टिः भवति वा इति न वा इति समये। तृणानि इन्धनानि प्राङ्गणदेशे खेलने व्यापृतान् बालान्, अस्तु यदा बालाः खेलन्ति सन्ति ते अनन्तरं तृणानि इन्धनानि, इन्धनानि इत्युक्ते आयिल् किल भगिनि, फ्यूवल् इति खलु, फ्यूवल् काष्ठम् अपि इन्धनम् एव, ओ ओ ओ, ते सर्वे सुरक्षितस्थले जनाः नयन्ति एते। अनन्तरं ते तत्र जलं तस्मिन् वृष्टिः पतति चेत् तत्र इन्धनं कार्यं न करोति खलु इति कृत्वा तत् सर्वं सुरक्षितं भवति। तृणम् इत्युक्ते तत्रापि तत्र यत् पशूनां भोजनं भवति तादृशतृणं तत्र, अस्तु तदापि तु महती समीरणेन प्रवहति न भवति वृष्टिः, तत्र महत् वायुः आगच्छति इति कृत्वा तत्र वृष्टिः तु न भवति, तदापि यदा एतत् सर्वं कृतवन्तः तदापि यदा महती वायुः महत् वायुः तत्र वृष्टिः तु न भवति, महान् वायुः पुल्लिङ्ग, तत्र वृष्टिः तु न भवति एव इत्युक्ते तत्र एकक्षणं भगिनि, तत्र यद्यपि एते सर्वे इति तत्र कारणी भूतः नास्ति, इत्युक्ते यत् जनाः कुर्वन्ति तत्तु ते वृष्टेः प्रतीक्षां कृत्वा तादृशकार्यं ते कुर्वन्ति, इत्युक्ते तत् तादृशकार्यस्य कार्यम् अभवत् इति कृत्वा वृष्टिः न भवति खलु, तत्र मेघैः आवृतः अस्ति गगनम् इति कृत्वा आवृतम् अस्ति गगनम् इति कृत्वा तत्र वृष्टिः भवेत् इति वृष्टेः सम्भावना, परन्तु यदा तत्र वायुः आगच्छति वृष्टिः न भवति। अत्र किं प्रतिबन्धकः इत्युक्ते वृष्ट्याः प्रतिबन्धकः तु वायुः एव अस्ति, कारणीभूत अभावः वायुः अभावः, अस्तु इदानीं यदा वयं पूर्वं दृष्टवन्तः कारणीभूत अभावप्रतियोगित्वम् इति वयं दृष्टवन्तः प्रतिबन्धकस्य कस्य लक्षणम् इति, तत्र इदानीं यदा वायु अभावः एव कारणीभूत अभावः, यदा वायुः नास्ति चेत् कार्यम् इत्युक्ते वृष्टिः भवति स्म, तत् प्रतियोगित्वं वायौ इति रीत्या सर्वत्र अभावस्य कारणत्वं ज्ञात्वा तत् प्रतियोगित्वं तत् प्रतिबन्धकत्वं ज्ञातव्यम्। इदानीं वयं दृष्टवन्तः यदा प्रतियोगित्वं वायौ अस्ति इति वयं दृष्टवन्तः. एवं रीत्या वयं यदा तत् प्रतियोगित्वम् इत्युक्ते किञ्चित् इतोपि किञ्चित् अस्ति वा तत् प्रतियोगित्वम् इत्युक्ते किम् इति? कारणीभूत अभावप्रतियोगित्वम् इति. कारणीभूत अभावः इति वायु अभावः. तत् प्रतियोगी इदानीं भवति वायौ एव, वायुः एव तस्य प्रतियोगी. प्रतियोगित्वं वायौ वायौ भवति, तदेव प्रतिबन्धकत्वं भवति. अतः यदा वयं सर्वत्र यदा अभावस्य कारणत्वं यदा वयं जानीमः चेत् तत् प्रतियोगित्वं प्रतिबन्धकत्वं ज्ञातव्यम्. प्रतियोगित्वं प्रतिबन्धकत्वं किम् इति वयं ज्ञातुं शक्नुमः, जानीमः. जानीमः इति अस्तु. अपि च मध्ये केनापि आगतं वा? आं भगिनि, अहं मेहुला अस्मि. अहं केवलं शृणोमि इदानीम्. अस्तु महोदय, धन्यवादः. अस्तु भगिनि, समीरणः इति कीदृशं पदं? समीरणम् इति चिन्तयामि. तत्र समीरणम् इत्युक्ते वायुः इति एव, परन्तु सन्ध्या भगिनी भवती जानाति वा? महोदयेन उक्त्वा शत्रु प्रयोगः अस्ति, प्रवहति तद् व्युक्ति इति चिन्तयामि महोदय. शत्रुन्तम् इति उक्तवान् वा महोदय? समीरणे इति सप्तमी विभक्ति किल भगिनि? तत्र महती समीरणे इति सति सप्तमी. आम्, शत्रन्त कथं भवति? प्रवहति शत्रन्त. आम्, प्रवहति महती प्रवहति. परन्तु भगिनी, भवत्याः प्रश्नः कः आसीत्? समीरण इति पदम् इति कीदृशपदम् इति? समीरणमेव इत्युक्ते तस्य व्युत्पत्तिः का इति वा? आमामाम्. ओ न, तद् न ज्ञायते. तत्र प्रायः समीर इत्युक्ते वायु. हा, समीरणम् इत्यपि, समीरणः इत्यपि वायुः एव. तत्र प्रायः ल्युट् स्यात्, परन्तु धातुः कः इति न जानामि भगिनि. तत्र इर् इति एकः धातुः अस्ति, इर् गतौ इति, प्रायः तस्मात् अपि भवेत् एतत्, परन्तु किञ्चित् उपसर्गपूर्वकः इन् दातु. हा, अपि किन्तु किञ्चित् द्रष्टव्यं तत् ततः एतत् सर्वं कथम् इति. तत्र इर् इर् तु धातुः, किञ्चित् द्रष्टव्यं तावदेव. इर् गतौ इति धातुः इति उक्तवती खलु? इर् गतौ अस्ति वा इति तथा तस्य अर्थः इति इदानीम् अत्र न दृश्यते इर् इति, परन्तु ईरयन्ति वा ईरयन्तः इति तत्र तादृशपदमस्ति इत्युक्ते गच्छन्तः इत्यस्मिन् अर्थे, अतः तस्माद् एतत् आगतं स्यात्. वायुः इति अर्थे. आम्, धन्यवादः भगिनि. अस्तु, अपि च अत्र महती समीरणे प्रवहति इति अपि तत्रापि सतिसप्तमी खलु? प्रवहति इति यथा राजेन्द्रमहोदयेन उक्तं, तत्र छत्रन्तपदं महती समीरणे प्रवहति इति सतिसप्तमी. अत्र ईर् इति धातुः षष्ठे गणे, तत्र तुदादिगणे ईरति तु गो इति अर्थे. हुँ. हा अपि च समीर् इत्युक्ते तत्र टु शेक् मूव् अजिटेट् इति अपि तत् अस्ति आप्ते मध्ये, प्रायः तस्मात् एव समीरः इत्युक्ते विण्ड् इति आगतम् इत्युक्ते वायुः इति आगतम् इति चिन्तयामि. ऊहा अस्ति तत्र समीर इति तत्र घञ् प्रत्ययान्तं, समीरण इति ल्युट् प्रत्ययान्तम्, अर्थात् तु तदेव स एव यद् वाति इत्यस्मिन् अर्थे एव अत्र समीरणः वायुः यथा आगच्छति तथैव तस्मात् आगच्छति इति. एतत् सर्वम् ऊहा अस्ति, हा कृपया तत्र प्रमाणम् इत्यादिकं किमपि नास्ति. हा कोऽपि पृच्छति चेत् निश्चयेन वदतु सन्ध्या भगिनी उक्तवती. अस्तु तर्हि हा तर्हि अग्रे सरेम राजे सरला भगिनी भवती पठति वा. अस्तु भगिनि. प्रतिबन्धकत्वस्य कारणत्ववत् द्वैविध्यं, कारणं यथा विद्यमानं सत्कारणं वैज्ञानिककारणम् इति विभक्तं वर्तते तत् तद्वत् एव प्रतिबन्धकम् अपि द्विविधं भवति. पूर्वोक्तं विद्यमानं सत् प्रतिबन्धकं न हि वस्त्रवेष्टितककाष्ठविशेषः सर्वदा केनचित् ज्ञायते, अस्मासु सत्सु असत्सु वा तेन जलप्रतिरोधः भवति एव. अतः तस्य प्रतिबन्धकता विरोधिता विद्यमानस्य प्रतिबन्धकता. इदानीं वयम् आगतवन्तः वयं दृष्टा पश्यामः प्रतिबन्धकस्य द्वे कारणे स्तः. एकम् अस्ति विद्यमानत्व प्रतिबन्धकत्वम्, अन्य अस्ति वैज्ञानिक प्रतिबन्धकत्वं. यथा विद्यमान एकक्षणं भगिनि, तत्र प्रतिबन्धकत्वस्य द्वे कारणे इति नास्ति, यथा प्रतिबन्धकत्वम् इति अपि एकं कारणं खलु. कारणं यथा पूर्वम् अन्यानि कारणानि तेषु प्रसङ्गे वयं दृष्टवन्तः, द्विविधा भवति विद्यमानस्य विद्यमानं सत्कारणं न्यायमानं सत्कारणम् इति. तादृशं प्रतिबन्धकस्यापि तथा भवति, इत्युक्ते विद्यमानं सत्कारणम् इत्यपि प्रतिबन्धकत्वं भवति वैज्ञानिककारणम् इत्युक्ते ज्ञानमानस्य सत्कारणम् इति, ज्ञानमानं ज्ञायमानं सत्कारणम् इति द्वितीयविधं भवति इति एव. सो प्रतिबन्धक द्वे विधं भवति न, प्रतिबन्धकत्वं द्विविधं भवति, सत्यम्. इत्युक्ते प्रतिबन्धकस्य कारणं द्विविधं न भवति, प्रतिबन्धकत्वं द्विविधम् अस्ति. अस्तु, यथा कारणता वयं पूर्वं दृष्टवन्तः विद्यमान सत्कारणता अपि विज्ञानमयसत्कारणता इति द्वे, तत् तथैव प्रतिबन्धकत्वस्य अपि द्विविधम् अस्ति. यथा प्रथमम् उदाहरणं यस् वयं दृष्टवन्तः वस्त्रवेष्टिककाष्ठ विद्यमानत्वं, यदि तत् अस्ति तस्य यदि ज्ञानमपि नास्ति परन्तु तत् अस्ति तदपि कारणीभूत भावस्य कारणं भवति, तस्मिन् अस्ति कारणीभूत्वा भावस्य प्रतियोगित्वं वस्त्रवेष्टककाष्ठविशेषः, अतः तस्य भवति विद्यमानस्य प्रतिबन्धकता तस्मिन् अस्ति. साधु हा इत्युक्ते सम्पूर्णं कृतवती वा भगिनी तत्र तस्य परिचयः? पूर्वोक्तं विद्यमानस्य प्रतिबन्धकत्वं यथा वयं पूर्व दृष्टवन्तः न हि वस्त्रवेष्टिते काष्ठविशेषः सर्वदा केनचित् ज्ञायते. वस्त्रवेष्टिते काष्ठिकविशेषः छिद्रम् अस्ति, छिद्रे अस्ति, तस्य यदि विद्यमानत्वं तत्र वर्तते तस्य तस्य ज्ञानं केन अपि नास्ति, तदापि तथा जलश्रवणस्य प्रतिबन्धकत्वं वस्त्रवेष्टिककाष्ठके अस्ति, तत् भवति विद्यमानत्व प्रतिबन्धकत्वं तस्मिन्. अस्मासु सत्सु असत्सु वा तेन जलप्रतिरोधः भवति एव. एतत् अपि सतिसप्तमी अस्ति. यदा वयं सन्तः वा असन्तः तदा तेन जलप्रतिरोधः भवति एव. यदि अस्माकं तस् ज्ञानम् अस्ति वा नास्ति तथैव जलप्रतिरोध जलप्रवाहः प्रति तस्य प्रतिरोधम् अस्ति वस्त्रवेष्टिककाष्ठे, तर्हि तस्मिन् अस्ति प्रतिबन्धकता वा विरोधिता, तस्य नाम अस्ति विद्यमानस्य प्रतिबन्धकता. सत्यम् इत्युक्ते यदा वयं जानीमः अथवा न जानीमः चेदपि वस्त्रवेष्टितकाष्ठविशेषः अस्ति चेत् कार्यम् इत्युक्ते जलस्रावम् इति कार्यं तत्तु न भवति, न भवति इति प्रथमविध प्रतिबन्धकता, विद्यमानस्य प्रथम प्रतिबन्धकता इति. अस्तु, द्वितीयविध प्रतिबन्धकता राजेन्द्रमहोदय भवान् पठति वा? आम् भगिनि. द्वितीया प्रतिबन्धकता वैज्ञानिकी, तत् एतत् उदाहरामः चेत्रपुत्र्याः मेत्रपुत्रेण सह विवाहार्थम् उभयोपरि जनाः यतन्ते. जातकमेलनादिकं भूत् परस्परदर्शनादि निवृत्तम् अनुमतं च वृद्धैः. परन्तु केनचित् आपत्तेन चेत्रगृहे आगत्य मैत्रपुत्रस्य दुर्व्यवहारे विषये ज्ञापितं, तेन च दोर्मनस्यात् चैत्रेण निरस्तो विवाह. द्वितीयविध प्रतिबन्धककारणत्वमस्ति वैज्ञानिकी. अत्र उदाहरणरूपेण तत् एकक्षणं महोदय, वैज्ञानिकी इत्युक्ते किं? वैज्ञानिकी ज्ञायमानस्य कारणं. तत्र उदाहरणमस्ति, कोऽपि चैत्रपुत्र्याः मैत्रपुत्रेण सह विवाहार्थं ते सम्बन्धिनः ते यतन्ते, प्रयासं कुर्वन्ति. तत्र जातकमेलनम् अपि अभवत्, परस्परदर्शनम् अपि अभवत्, अपि च वृद्धैः ये गृहे आसन् ते अपि अनुमति दत्तवन्तः. परन्तु केनचित् तदनन्तरं केनचित् आपतेन चैत्रगृहे कोऽपि तत्र आगत्य तत्र मैत्रपुत्रस्य दुर्व्यवहारविषये ज्ञापितं, चैत्रगृहे आगत्य कोऽपि जनः तत्र आगत्य तत्र मैत्रपुत्रस्य दुर्व्यवहारविषये तां ज्ञापितवान्. तेन च दोर्मन् स्यात् चैत्रेण निरस्तो विवाहः. दोर्मण्य इत्युक्ते किञ्चित् अवगच्छामि परन्तु साक्षात् अर्थं न जानामि. दोर्मण्य स्यात् इत्युक्ते किञ्चित् किं महोदय? दोर्मनस्य इत्युक्ते तत्र तत्र किञ्चित् किं वदामि, तत्र खिन्ना अभवत्, खिन्नाः दोर्मन् स्यात् तेन. यथा ते चैत्रगृहे यथा ते ज्ञातवन्तः तत्र मैत्रपुत्रस्य दुर्व्यवहारविषये ज्ञातवन्तः, ततः तेषां दोर्मनः स्यात्, अपि च चैत्रेण निरस्तो विवाहः. चैत्रपुत्रे चेत् पुत्र्याः मैत्रपुत्रेण सह विवाहः स्थगितः अभवत्। इत्युक्ते तत्र किन्न मनसः अभवत्, परन्तु ते तत्र विवाहस्य स्थगनं कृतवन्तः। सम्यक्। लक्ष्मी भगिनी अग्रे पठति वा? इह विवाहार्थं विचारणात् प्रागेव मैत्रपुत्रस्य दुर्व्यवहारः प्राचलत्, तथापि अज्ञानात् जातकमेलनादि परस्परदर्शनं च निर्वृत्तम्। यदा तु दोषः ज्ञातः विघटितः विवाहः, अतः मैत्रपुत्रस्य दोषो अयं न विद्यमानः सन् विवाहविरोधी, किन्तु न्यायमानः सन् अनुमतिप्रकरणे शास्त्रे वैज्ञानिकविरोधित्वस्य महान् उपयोगः। तस्य तत्त्वं तु हेत्व अभासनिरूपणावसरे वक्ष्यते। अत्र शैत्रविवाहः इदानीं प्रसिद्धः अभवत्। विवाहात् विचारणात् प्रागेव मैत्रपुत्रस्य दुर्व्यवहारः प्राचलत्, इत्युक्ते मैत्रपुत्रः विवाहस्य निर्णयात् पूर्वमेव तस्य दुर्व्यवहारः आसीत् एव प्रचलत् प्राचलत् एव, किन्तु तस्य तथापि अज्ञानात् तस्य मैत्रपुत्रस्य दुर्व्यवहारस्य अज्ञानस्य कारणात् जातकमेलनम् इति परस्परदर्शनम् इति सर्वं इति सोपानाय सर्वम् अभवत्। किन्तु किमर्थम् इत्युक्ते तस्य दुर्व्यवहारः दुर्व्यवहारस्य अज्ञानेन, किन्तु यदा दोषः ज्ञातः विघटितः विवाहः, यदा तस्य दुर्व्यवहारस्य ज्ञातः अभवत् तदानीं विवाहः स्थगितः अभवत्। अतः मैत्रपुत्रस्य दोषो अयं न विद्यमानः सन् विवाहविरोधी। अस्तु, यदि मैत्रपुत्रस्य दोषः न यदि मैत्रपुत्रः एतादृशदोषः न करोत् तदा विवाहः सम्यक् न। अतः मैत्रपुत्रस्य दोषोऽयं न विद्यमानः सन् विवाहविरोधी। मैत्रपुत्रस्य दोषः विवाहविरोधी अभवत्, किन्तु न विद्यमानः सन् इत्युक्ते यदा तत् न्यायमानः अभवत् तदानीमेव तत् विवाहविरोधी अभवत्। यदा तत् केवलं विद्यमानः सन् तत् न विवाहविरोधी, इत्युक्ते पूर्वं वयं दृष्टवन्तः विद्यमानः सन् कारणत्वे अस्माकं ज्ञानम् अस्ति वा नास्ति कार्यं प्रचलति। अत्र तु यदा मैत्रपुत्रस्य दोषः यद्यपि तत् विद्यमानः तदापि तत् विवाहविरोधी न आसीत्, किन्तु यदा ज्ञायमानः अभवत् तस्मिन् समये एव तदनन्तरं विवाहविरोधी अभवत्। अनुमतिप्रकरणे च अस्य वैज्ञानिकविरोधित्वस्य महान् उपयोगः। न्यायशास्त्रे अनुमतिप्रकरणे इति पठनावसरे एतादृश न्यायमानस्य प्रतिबन्धकत्वं न्यायमानस्य इति न्यायमानस्य विरोधित्वम् अथवा अन्यनामकरणमस्ति वैज्ञानिकविरोधित्वं, तत् महान् उपयोगः इति अत्र दत्तं। कथम् इति अग्रे वक्ष्यते। तत्त्वं तु हेत्वा आभासनिरूपणावसरे अस्तु हेत्वा आभासयुक्तावसरे इति अहं सम्यक् कथं वक्तुं शक्नोमि इति न जानामि भगिनि. न तत्र हेत्वाभासः इति अग्रे आयास्यति, तस्मिन् समये एतस्य उपयोगः भवति इति एव अत्र विषयः. अस्तु तर्हि एतावत्पर्यन्तमेव शनिवासरकक्षायामपि पठितवन्तः. तत्र अन्य प्रश्नः अस्ति चेत् किमपि चर्चा करणीया इति चेत् इदानीं 15 निमिषाः सन्ति, उपयोक्तुं शक्नुमः. नो चेत् इदानीं विरमाम् अपि कर्तुं शक्नुमः. भगिनि मम एकः प्रश्नः अस्ति, इत्युक्ते तत्र प्रतिबन्धकत्वस्य निर्दर्शनानन्तरम् इति शीर्षकः अस्ति खलु, तस्मिन् परिच्छेदे तत्र तृणानि इन्धनानि प्राङ्गणदेशे केलने व्याकृतान् बालान् च सुरक्षिते स्थले नेतुं व्यापृताः जनः तत्र वाक्यरचना मया सम्यक् न अवगतं. तत्र तस्य किं वदति वा व्याकृतान् बालान् व्याकृतान् बालान् इत्युक्ते तत्र किमपि क्रीडे मग्नाः बालाः खलु, ओ तादृशबालाः सन्ति, अपि च तृणानि अपि सन्ति, इन्धनानि सन्ति. तर्हि तृणानि इन्धनानि प्राङ्गणदेशे केलने व्यापृतान् बालान्, तत्र सुरक्षिते स्थले नेतुं व्यापृताः जनाः. तर्हि जनाः तृणानि इन्धनानि प्राङ्गणदेशे केलने व्यापृतान् बालान् च सुरक्षिते स्थले नेतुं उद्युक्ताः सन्ति इति, किमपि तथा व्यापृताः सन्ति. अत्र तृणानि इन्धनानि व्यापृतान् बालान् सर्वं द्वितीया विभक्ति, तृणानि इन्धनानि अपि द्वितीया विभक्ति. जनाः तृणानि इन्धनानि व्यापृतान् बालान् प्राङ्गणदेशे खेलने प्राङ्गणदेशे खेलने व्यापृतान् बालान् खलु, तत्र व्यापृतान् बालान् कस्मिन् व्यापृतान् बालान् केलने कुत्र प्राङ्गणदेशे. तर्हि प्राङ्गणदेशे क्रीडने व्यापृतान् बालान् इति एकं, तृणानि इति द्वितीयम्, इन्धनानि इति तृतीयम्. तान् सर्वान् जनाः सुरक्षिते स्थले नेतुं जनाः व्यापृताः. ओ अस्तु अस्तु अन्य प्रश्नाः सन्ति वा? तर्हि अत्र विरमामः. शुभरात्रिः, धन्यवादः. आगामी धन्यवादः भगिनी. धन्यवादः. शुभरात्रिः. धन्यवादः.